सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः इदानीन्तनविषयः अस्ति तत्र कथा, कथायाः पठनम् इति। तदनन्तरं शीघ्रतया तत्र पुनः तत्र हल्सन्देहे करपत्रमूलेन अध्ययनम् इति अग्रे आगच्छति, किन्तु प्रायशः वर्गद्वयं कथायाः पठनं भवति, तदनन्तरं तत्र हल्सन्देहे अध्ययनं। तर्हि तत्र गतवर्गे वयम् अत्र कथां पठितवन्तः, किन्तु पूर्णतया न, फलं साधनाय इति, साधनायाः इति तत्र पी डि एफ् मध्ये अक्टोबर् 2019 सम्भाषणसन्देशस्य कथा। तर्हि तत्र अर्ध तत्र प्रायशः तत्र अर्धपर्यन्तं पठितवन्तः, किञ्चित् अवशिष्यते, किन्तु पुनस्मरणार्थं तत्र आरम्भतः एकवारं पठामः, तत्र विवरणं किञ्चित् स्थूल विधया विवरणं कृत्वा तत्र यत्र व्याकरणरीत्या पठनीयं तावत्पर्यन्तं तत्र स्थूलरीत्या कृत्वा अग्रे सरामः। तर्हि तत्र फलं साधनाय इति अस्तु। तर्हि तत्र उषा भगिनी नमस्कारः। नमस्कारः। जानामि भवती, नमस्कारः भगिनी, भवती कथमस्ति? सम्यक् अस्मि महोदय, धन्यवादः। समीचीनं भगिनि, अस्तु। तर्हि तत्र ईमेल् द्वारा पी डि एफ़् कथा अक्टोबर् 2019 आम् आं भगिनि, द्वितीया कथा तत्र फलं साधनायाः इति द्वितीया कथा। तर्हि तत्र नरेश् महोदय, भवान् तत्र आरम्भं करोति वा? केवलं तत्र पठनं यत् यतोहि तत्र गतवर्गे परिशीलितवन्तः, किन्तु स्थूलरूपेण कथा का इति। करोमि। फलं साधनाय स्पेन् देशस्य प्रसिद्धः चित्रकारः कश्चन मार्गे भ्रमणं कुर्वन् आसीत्। तेन लिखितानि चित्राणि कोटिशः रूप्यकैः विक्रियन्ते स्म। पिकासो इति तस्य नाम। प्रसिद्धः चेतपि आडम्बररहितं जीवनम् आसीत् तस्य। अत्यन्तं सरलं तं न कोऽपि लक्षितवान्। काचित् युवतिः बहुकालं तं निरीक्ष्य पिकासो इति तं पर्यचिनोत्। सा धावन्ती तम् उपसर्प्य अहं भवतः चित्रकलायाः भक्ता अस्मि। भवान् अद्भुतं चित्रम् आलिखति इति उक्तवती। धन्यवादान् उक्त्वा स्मृतवान्। सा युवतिः मह्यम् एवं चित्रम् आलिखतु इति अनुरोधं कृतवती। तर्हि तत्र महोदय एतावत् किञ्चित् विवृणोति वा तत्र? तत्र स्पेन् देशस्य एकः प्रसिद्धचित्रकारः आसीत्। तस्य नाम पिकासो आसीत्। सः कुत्रचित् भ्रमणं कुर्वन् आसीत् तदा एकः युवती एका युवती तम् एकः युवतिः तं न न एका युवती एका युवती एका युवती एका युवती तं किं जानाति सः प्रसिद्धचित्रकारः अस्ति तं सा चित्रकार प्रति उक्तवती भवान् बहु अद्भुत चित्रकारः अस्ति एकः एकं मम चित्रं लिखतु मम चित्रं उक्तवती मम चित्रं न मह्यं न मह्यम् एकं चित्रं लिखतु हा मम चित्रं लिखतु नाम तस्याः चित्रं लिखतु तद् नास्ति खलु मह्यं तस्याः कृते एकं चित्रम् आवश्यकम् इति उक्तवती खलु समीचीनं वा महोदय तस्याः कृते न न एतावत् केवलं तत्र एतावत् तस्याः कृते नाम फार् हर् तस्याः कृते युवती एकं चित्रं कृते हा तत्र युवतिः इति स्त्रीलिङ्गपदम् अस्ति यद्यपि तत्र ह्रस्वैकारः अस्ति तत्र युवतिः किन्तु सा युवतिः इति एव तर्हि तत्र युवतिः पिकासो महोदयं तत्र चित्रकारं तत्र अभि ज्ञातवती नाम एषः एव पिकासो इति यतोहि सः अत्यन्तं सरलम् अत्यन्तं सरलम् अस्ति तत्र सः प्रसिद्धचित्रकारः इति न कोऽपि ज्ञातुं शक्नोति किन्तु एषा युवतिः अभिज्ञातवती रेकग्नैस् इति अस्तु अग्रे सरामः समीचीनं समीचीनं धन्यवादः महोदय तत्र नूतनतया तत्र सुजाता भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः भगिनी चिन्ता मास्तु चिन्ता मास्तु निवेदिता भगिनी नमस्कारः तर्हि तत्र नमस्कारः भगिनी तर्हि तत्र अग्रे शोभा भगिनी तत्र अग्रे भवती नासीत् किन्तु तत्र एकवारं तत्र पठित्वा स्थूलक्षरैः तत्र किम् अभवत् इति वक्तुं शक्नोति वा भगिनी अग्रे तत्र अहं तु भ्रमणार्थम् आम् अहं तु भ्रमणार्थम् आगतवान् इत्यतः रिक्तहस्तः अस्मि चित्रलेखनार्थं कापि सामग्री मम सकाशे नास्ति पुनः कदाचित् अवश्यं लिखेयम् इति नम्रतया उक्तवान् पिकासो नैव अग्रे अपि पठामि पठतु भगिनि नैव अधुना एव आलिख्यताम् पुनः कदा भवान् मिलेत् इति न जाने भवता अहम् उपकर्तव्या अनेन चित्रेण इति वदन्ति युवतिः अनुरोधम् अन्ववर्तयत् अस्तु इति उक्त्वा कोशात् लेखनीं स्वीकृत्य पञ्चशैः निमिषैः अद्भुतं किञ्चित् चित्रम् आलिखितवान् पिकासो तत् चित्रं युवत्यै समर्प्य सः उक्तवान् स्वीकुरु इदं दशलक्ष पौण्ड् दशलक्षपौण्ड् परिमितस्य मूल्यस्य चित्रम् एतत् इति अस्तु तावत् अस्तु तर्हि यदा भवती युवतिः पिकासो वर्यं पृष्टवती मह्यम् एकं चित्रं रचयतु इति सः उक्तवान् यतोहि सः अटनार्थं प्रवासार्थम् आगतः अस्ति इदानीं तत्र इत्यनेन तस्य पार्श्वे चित्रकलायाः सामग्री न आसीत् इति नास्ति एव तस्य पार्श्वे. अतः पुनः यदा अत्र आगच्छामि तदा अवश्यं करो भवत्याः कृते एकं चित्रं निर्मामि इति उक्तवान्, नम्रतया उक्तवान् इत्युक्ते तत्र नम्रतया इत्युक्ते सभ्यतया अथवा विनयपूर्वकः भूत्वा उक्तवान्. किन्तु युवती तत् न स्वीकृतवती, उक्तवती तथा न भवेत्, तथा सम्यक् नास्ति, इदानीमेव लेखनीयम् इति, इदानीमेव रचनीयं चित्रम् इति उक्तवती. अपि च किमर्थम् इति चेत् तत्र यदा पुनः भवान् आगच्छति तदा मेलनं भवति वा न वा इति न जानाति सा. अतः अहम् उपकर्तव्या इत्युक्ते उपकारः कुर्यात् भवान् इति भवति तत्र उपकारः इत्यस्य कर्तव्या उपकर्तव्या इति उपकारं भवत् भवान् उपकारं करोतु इति भवता उपकर्तव्या अस्मि अहम्, अहं भवत्या उपकर्तव्य अस्मि अहम् इत्युक्ते तत्र कर्मणि प्रयोगः अनेन चित्रेण एतं चित्रं भवतः उपकारः अस्ति मह्यम् इति वदति इति वदति. किं कृतवती युवती? अनुरोधम् अन्ववर्तयत् इत्युक्ते अनुरोधनं कुर्वती एतत् उक्तवती इत्युक्ते अनुरोधम् इत्युक्ते तस्य अङ्गीकृतवती तस्य नाम तत्र प्रार्थनाम् इति नाम तत्र चित्रलेखनं भवेत् चित्रलेखनं भवेत् इति भवेत् तस्य निराकरणं न स्वीकृतवती सा. तर्हि अस्तु इति तर्हि तत् इदानीं पिकासो अपि तत्र निर्धारितवान् अस्तु तर्हि करणीया एव करणीयमेव एतत् एकं चित्रं तस्यै इति. तर्हि तथा निर्धारित्वा तामपि उक्त्वा यद्यपि सामग्री न आसीत् इति उक्तवान् तथापि तस्य पार्श्वे एका लेखनी तु आसीत् एव तां लेखनीं स्वीकृत्य केवलं पञ्चनिमेषैः इति तत्र अस्ति किन्तु पञ्चशैः निमेषैः केवलं पञ्चनिमेषानि अथवा निमेषान् स्वीकृत्य सः एकम् अद्भुतम् एव चित्रं निर्मितवान् अपि च आलिखितवान् इति अस्ति तत्र आलिखितवान् नाम रचितवान् इति लेखनम् इति नाम तत्र अक्षरस्य लेखनम् अपि लेखनं किन्तु चित्रस्य लेखनम् आलेखनम् इत्युक्ते तत्र आलिखितवान् इति तत्र आ इति उपसर्गेण तत्र ड्रा इति आलिखितवान् आलिखति इति ड्रा इति अर्थे अस्ति ड्रा स्केच् अस्तु अस्तु आलेखनम् इति तर्हि अस्तु आलेखनं चित्रं चित्रस्य आलेखनं कृतवान् इति अपि वक्तुं शक्नुमः तत्र कृतवान् अपि च तत् चित्रम् इदानीं युवत्यै दत्त्वा अथवा ददत् सः वदत् उक्तवान् स्वीकुरु इदम् इति इत्युक्ते तदेव तत्र स्वीकार्यं करोतु इदानीं निर्मितम् अस्ति मया यथा भवती पृष्टवती किन्तु तावदेव न उक्तवान् सः तस्य मौल्यमपि उक्तवान् दशलक्ष पौण्ड् परिमितिः आसीत् तस्य मूल्यं तदपि उक्त्वा एव चित्रं दत्तवान् तस्मै तस्यै इति तर्हि तत्र इदानीं युवतिः तत्र चित्रं प्राप्तवती, अपि सामान्यचित्रम् इति नास्ति, पिकासो महोदयस्य चित्रम् अपि अमूल्यं चित्रं, नाम तत्र बहुमूल्यस्य चित्रम् एतत् इति अपि उक्त्वा सः दत्तवान्. अस्तु, समीचीनम्. अस्तु, अग्रे तर्हि तत्र अग्रे निवेदिता भगिनी, तत्र एतत् सर्वं गतवर्गे पठितवन्तः, किन्तु इदानीं तत्र चित्रं यद्यपि सुन्दरम् आसीत् इति ततः आरभ्य पठामः. भवती ततः आरम्भ पठति वा? चित्रं यद्यपि सुन्दरम् आसीत् तथापि अत्यल्पेन समयेन मम समाधानार्थम् आलिखितस्य चित्रस्य दशलक्षपौण्ड् मितं मूल्यं कथं भवितुम् अर्हति इति चिन्तयन्ति युवतीः समाधानेन सह अविश्वासम् अपि प्राप्तवती. वास्तविकतां ज्ञातुं तच्चित्रं स्वीकृत्य सा विपणिं गतवती. दर्शनानुक्षणं द्वित्राः आपणिकाः तच्चित्राय दशलक्षपौण्ड् मूल्यं दातुम् उद्यताः अभवन्. तश्रुत्वा युवतीः आश्चर्यान्विता अभवत्. ततः एव सा पिकासो समीपं गतवती, ताम् अन्विष्यन्ति. तं प्राप्य सा उक्तवती, मां भवतः शिष्यां करोतु, मामपि पाठयतु, भवान् कथम् एतादृशं चित्रं लेखनीयम् इति. पञ्चैषैः निमिषैः लिखितस्य चित्रस्य यदि दशलक्षं पौण्डस्य प्राप्येरन् तर्हि अहं तु कोट्याधिपतिः भवेयम्. अहं ज्ञातुम् इच्छामि एतां कलां, कृपया मां पाठयतु इति. तावत्पर्यन्तं समीचीनं, किन्तु तत्र प्रथम अपि द्वितीयपरिच्छेदः तत्र गतवर्गे अस्माभिः पठितः, तर्हि तत्र किञ्चित् वदतु, नाम चित्रं यद्यपि अपि तत्र वास्तविकतां ज्ञातुम्. चित्रं तु सुन्दरम् आसीत्, किन्तु तस्य कृते समयं, तस्य निर्माणार्थं समयं तु बहु अल्पम् आवश्यकमासीत्. अल्पं समयमेव, अल्पः समयः एव आवश्यकः आसीत्. पिकासो युवत्याः समाधानार्थं केवलं चित्रस्य निर्माणम् अकरोत्. तथा चित्रस्य मूल्यम् अपि दशलक्षपौण्डमितम् अकथयत्. तश्रुत्वा सा चिन्तितवती, किन्तु चिन्तितवती तस्याः समाधानं तु अभवत्, किन्तु तस्य मनसि तस्याः मनसि अविश्वासम् अपि उद्भवत् न? आसीत्, उद्भवत्, अभवत्, विश्वासमपि आसीत्, किञ्चित् किञ्चित् अविश्वासमपि आसीत्. नाम चित्रं, चित्रस्य विषये अथवा चित्रस्य मूल्यस्य विषये अविश्वासम्? न, समयस्य विषये अस्ति. न, समयस्य विषये न. समयं तु एतत् अल्पम् अल्पं समयः, अल्पः समयः, किन्तु तावदेव मूल्यं तु स्वीकृत्य कथं तत्र अतिमूल्यं चित्रं रचयितुं शक्नोति, नाम एतस्य मूल्यं तत्र अधिकम् इति एव अस्ति वा न वा इति तस्याः विश्वासः तस्मिन् विषये नासीत्. मूल्यस्य विषये, चित्रस्य मूल्यस्य विषये अविश्वासं तस्याः आसीत्. किन्तु सा वास्तविकतां ज्ञातवती चित्रस्य. इदानीं ज्ञातुं वास्तविकतां ज्ञातुं सः अस्मिन् तुमन् तुमन् अस्ति चित्रस्य स्वीकारं कृत्वा चित्रं चित्रस्य स्वीकृत्य वा स्वीकारं कृत्वा सा विपणिं गतवती. तत्र द्वित्रा आपणिकाः केवलं चित्रं दृष्ट्वा तच्चित्राय दशलक्षपौण्डमूल्यं दातुं तेषाम् इच्छाम् अप्रकटयत्. उद्यताः अभवन् नाम अप्रकटयत्. सिद्धाः आसन्, सिद्धाः आसन् दातुं, सिद्धाः आसन्. उत्सुकाः अभवन्. तत् उत्सुकाः अभवन् तत् श्रुत्वा युवतिः आश्चर्यान्विता अभवत्. सा अपि आश्चर्यचकिता अभवत्. तत् एषः तत् एव सा पिकासो समीपं गतवती तम् अन्विष्यन्ति. नाम तम् अन्विष्यन्ति नाम अन्विष्यन्ति नाम अन्वेषणं कुर्वन्ति. ज्ञातुमिच्छति वा? सा ज्ञातुमिच्छति एतत् कथं भवति इति. अतः किन्तु तम् अन्विष्यन्ति नाम पिकासो इदानीं सा पिकासो कुत्र अस्ति अपि पूर्वं तयोः मेलनं जातम्. किन्तु इदानीं सा तत्र विपणिम् आगतवती खलु, तर्हि तत्र इदानीं पिकासो महोदय कुत्र अस्ति इति अन्वेषणं कुर्वन्ती सा तस्य समीपं गतवती. तं पिकासो तं प्राप्य पिकासो महोदयं प्राप्य सः उक्तवती मां भवतः शिष्यां करोतु. मतलब् अहमपि चित्रकलां पाठयतु, मह्यमपि चित्रकलां पाठयतु, अध्ययनं कर्तुम् इच्छामि. मामपि पाठयतु, मम अध्यापकः भवतु. कथम् एतादृशं चित्रं लेखनीयम् इति अहं ज्ञातुम् इच्छामि इति. केवलं पञ्चैशैः निमिषैः लिखितस्य चित्रस्य यदि अहं दशलक्षपौण्ड् प्राप्येरन् अहं प्राप्तवती तर्हि अहं तु सा केवलं मूल्यस्य आलोचनां करोति. सा ज्ञातुमिच्छति केवलं तस्य तस्याः मनसि केवलं धनस्य धनप्राप्तेः इच्छा अस्ति. किन्तु कलायाः प्राप्तिः केवलं धनार्थं धनार्थं सा कलायाः अध्ययनं कर्तुम् इच्छति. किन्तु ज्ञानस्य कृते परिश्रमम् आवश्यकम् इति सा न जानाति. कोऽपि कलायाः प्राप्ति भवति इति सा न जानाति. तर्हि तत्र अहं कोट्याधिपतिः भवेयं यदि अहं ज्ञातुम् इच्छामि एतां कलाम्, अतः अहमपि धनवान् भवितुम् इच्छति इच्छामि नाम धनवती धनवती श्रीलिङ्गे धनवती धनवती हा सोरि धनवती भवितुम् इच्छामि, अतः अहमपि कलायाः ज्ञानं प्राप्तुम् इच्छामि. पाठयतु गृह्णातु इति तावत्पर्यन्तं समीचीनं भगिनि. हा तावत्पर्यन्तं वयं कृतवन्तः इति मन्ये. हा इदानीं तत्र अग्रे तर्हि तत्र नूतनतया अन्य कोऽपि वदति. धन्यवादः भगिनि, समीचीनं. हा अस्तु तर्हि तत्र उषा भगिनी अग्रे पठति वा? आं महोदय. तत् श्रुत्वा किञ्चित् हसन् पिकासो उक्तवान्, एतादृशस्य चित्रस्य लेखनार्थं यत् कौशलम् अपेक्षितं तत् अर्जितम् अस्ति 30 वर्षैः मया. 30 वर्षाणां साधना क्रियेत चेत् भवती अपि एतादृशं चित्रं लेखितुं शक्ष्यति. कदाचित् इतोपि सुन्दरं मूल्यवत् चित्रं लिख्येत अपि. कापि कला न सहजसाध्या इति अवगत्य स्वमोहविषये लज्जां प्राप्य सा युवतिः ततः प्रातिष्ठत. अस्तु महोदय. तत् श्रुत्वा किञ्चित् हसन् पिकासो उक्तवान्, एतादृशस्य चित्रस्य लेखनार्थं यत् कौशलम् अपेक्षितं तत् अर्जितम् अस्ति 30 वर्षैः मया. पिकासो युवतीं कृते उक्तवान् एतादृशस्य चित्रस्य लेखनार्थं यत् कौशलं दट् इस् नीडेड् अपेक्षितम् ओके यत् कौशलम् आवश्यकं तत् कौशलं मया अर्जितं मया 30 वर्षैः मया लेखनं कृत्वा आलेखनं कृत्वा एव अहम् एतादृशं चित्रं लेखितुं शक्यते. तत् 30 वर्षाणां एतादृशं कौशलं प्राप्तवान् बहु प्रयत्नं कृत्वा तत्र 30 वर्षं यावत् तत्र कृत्वा एव तत्र अर्जितं नाम केवलं तत्र सम्पादितम् अहं सम्पादितवान् समीचीनं भगिनि अहं सम्पादितवान् कौशलं सम्पादितवान् निपुणतां सम्पादितवान् समीचीनं भगिनि अग्रे. 30 वर्षाणां साधना क्रियेत चेत् भवती अपि एतादृशं चित्रं लेखितुं शक्ष्यति. 30 वर्षाणां साधना क्रियेत चेत् विधिलिङ्ग् क्रियेत यदि भवती अपि 30 वर्षाणां प्रयत्नं कृतवती चेत् भवती अपि एतादृशं चित्रं लेखितुं एतादृशं चित्रम् आलेखनं कर्तुं शक्ष्यसि. चित्रस्य आलेखनं कर्तुं शक्नोति. कदाचित् इतोपि सुन्दरं मूल्यवत् चित्रं लिख्येत अपि. इतोपि सुन्दरं चित्रम् अपि भवती 30 वर्षाणां साधना अनन्तरं भवती अपि इतोपि सुन्दरं चित्रं लेखितुं शक्नोति इति. हा नाम यदि भवती 30 वर्षाणां साधनां करोति चेत् तर्हि भवती एतादृशं चित्रमपि लेखितुं शक्नोति अथवा तत्र इतोपि सुन्दरम् अपि इतोपि मूल्यवत् चित्रम् अपि लेखितुं शक्नोति. नाम एतदेव तत्र सीमा इति एतावत् अत्र एव सीमा इति नास्ति. इतोपि भवती बहु किमपि कर्तुं शक्नोति यदि तत्र 30 वर्षाणां साधना क्रियेत. तत्र साधना क्रियेत इति हा क्रियेत इति अस्ति. हा तर्हि तत्र भवत्या इति एव तत्र क्रियेत क्रियेत चेत् क्रियेत चेत् कर्मणि एव खलु आम् कृ धातु क्रियेत तर्हि तत्र भवत्या यदि तत्र साधना क्रियेत लेखितुं शक्यते. समीचीनं धन्यवादः. शक्यते लेखितुं शक्यते. मूल्यवत् अपि तत्र लेखितुं लिख्येत. तत्रापि लिख्येत इति तत्रापि तत्र कर्मणीयं तत्रापि कर्मणीयं विधिलिङ्गे भवत्या लिख्येत चित्रं लिख्येत अपि मूल्यवत् चित्रं लिख्येत. तस्य ह्युमिलिटि अपि हि सत्यं भगिनि. कथं वक्तुं शक्नोमि ह्युमिलिटि इति तस्य संस्कृतेन कथं वक्तुं शक्नोमि महोदय? ह्युमिलिटि इति तस्य मूल्य तस्य ह्युमिलिटि अपि तस्य विनयमपि सः तत्र विनयता अपि तत्र प्रकटिता अपि तत्र प्रकटिता अस्ति. तत्र अग्रे अन्तिमवाक्यं कापि कला न सहजसाध्या इति अवगत्य स्वमोहविषये लज्जां प्राप्य सा युवतिः ततः प्रातिष्ठत. सहजसाध्या न सहजसाध्या कापि कला ऐ मीन् बहवः वर्षाणां साधनाम् अनन्तरम् एव कलायाः कौशल्यं प्राप्तुं शक्नोति इति सः ज्ञातवती. तथा सा ज्ञातवती तथा लज्जां प्राप्य स्वमोहविषये लज्जां प्राप्य तस्याः मूल्यं शी इस् इण्ट्रेस्टेड् ओन्लि इन् द मणि दट् मोह स्वमोहविषये लज्जां प्राप्य युवतिः ततः प्रातिष्ठत. तत्र प्रातिष्ठत इति प्रातिष्ठत सो अतिष्ठत इति अतिष्ठत सो दट्स् अतिष्ठत लङ्लकार आत्मनेपति अतिष्ठत तत्र स्था धातुः. किन्तु तत्र स्था धातुः तत्र किं तिष्ठति खलु तिष्ठन्ति सो अतिष्ठत किन्तु आत्मनेपदीरूपं किम् अस्ति तत्र यतोहि तयितामन्त खलु तयितामन्त महोदय सो अतिष्ठत अतिष्ठेताम् अतिष्ठन्तपदि एव इति मन्ये तत्र खलु अवदत् कर्मणि रूपं क्रियते कर्मणि नास्ति यकार नास्ति अत्र शोभा भगिनी, किन्तु तत्र प्रातिष्ठत् इति नास्ति भगिनि, प्रातिष्ठत इति इत्येव परस्मैपदि धातुः खलु इति उपसर्गेण आत्मनेपथ्यं भवति महोदय. अस्तु अस्तु, 1320 or 31 something, yeah. Oh, अस्तु भगिनि. हा, तर्हि तत्र तिष्ठति इति अस्ति, किन्तु प्रातिष्ठते इति वा? प्रातिष्ठते, प्रतिष्ठते, प्रतिष्ठते, प्रतिष्ठते. अस्तु अस्तु अस्तु, तर्हि अतः एव तत्र आत्मनेपदिरूपम्. अस्तु अस्तु, मम मनसि तत्र कथम् इति. अस्तु, उपसर्गेण तत्र आत्म परस्मैपदि धातुः आत्मनेपदि प्रतिष्ठ. अस्तु भगिनि, समीचीनम्. अपि तत्र अन्यत् किम् अस्ति तत्र? हा, सहजसाध्या. सहजसाध्या नाम इति कलायाः विशेषणं. सहजसाध्या कापि कला नास्ति. सहजसाध्या नाम झटिति एव साध्या भवति. तत्र प्रयासेन विना तत्र कर्तुं शक्नुमः. सहजसाध्य नाम तत्र विना प्रयासेन आगच्छति, कर्तुं शक्नुमः. अस्तु अस्तु, समीचीनमस्ति. अपि तत्र सहजसाध्य इति इदानीन्तनकाले तु तत्र अनेकेषु विषयेषु जनाः चिन्तयन्ति तत्र सर्वं सहजसाध्य एव. तत्र यत्किमपि पृच्छन्तु गूगल् मध्ये स्थापयित्वा वक्तुं शक्नुमः, तर्हि सर्वं सहजसाध्यमस्ति. सत्यं भगिनि, मम कृते अपि, किन्तु इदानीन्तनजनाः तत्र तेषां विश्वासः अस्ति. अस्तु, तत्र केवलं हसनार्थं वदामि. तत्र जनाः चिन्तयन्ति, अस्तु तत्र यत् कोऽपि तत्र कष्टः पाकन पाकक्रिया अस्ति, तत्र उदाहरणार्थं तत्र इड्लि वा किमपि भवेत्, यत्र समयस्य आवश्यकता अस्ति. किन्तु यदि यूट्यूब् वीडियो निमेषद्वयम् अस्ति चेत् ते चिन्तयन्ति निमेषद्वये एतत् अहं कर्तुं शक्नोमि, यतोहि वीडियो निमेषद्वयम् अस्ति, तर्हि समयस्य आवश्यकता अपि निमेषद्वयम् एव इति. प्रातिष्ठत महोदय 1322 महोदय, समव समव प्रविभ्यः स्तः. समः समव प्रदिभ्यः विभ्यः प्रविभ्यः स्तः 1322. अस्तु भगिनि, तर्हि तत्र उपसर्गत्रयम् अस्ति वा? वि लुक्स् लैक् इट् सम व प्र वि सम अव सम अव प्र विभ्यः वि चत्वारः सम अव प्र वि विभ्यः स्तः. आत्मनेपदम् अपि अनुवृत्तिसहितम् आयाति महोदय. अनुदात्तगीता आत्मनेपदम् अधिकारसूत्रम् अस्ति भावकर्मणोः अनन्तरम्. अस्तु भगिनि, धन्यवादः भगिनि. तर्हि धन्यवादः. तिष्ठति किन्तु प्रतिष्ठते इति. अस्तु, समीचीनं भगिनि. अस्तु, तर्हि तत्र कथायाः विषये अन्य कोऽपि प्रश्नः? तर्हि साधनाविषये तत्र विकासमहोदयेन बहु समीचीनरीत्या उक्तमस्ति. अस्तु, तर्हि तत्र अग्रे सरामः. तर्हि तत्र कां कथां पठामः अग्रे? तत्र धैर्यं धर इति अस्ति, तदनन्तरं तत्र को काष्ठच्छेत्था देवः च इति अस्ति, अपि अन्तिमं तत्र तत्र लिङ्क् स्थापितवती तस्य सूत्रस्य ग्रूप् मध्ये. ओ अस्तु, धन्यवादः भगिनि. हा अत्र अहमपि द्रष्टुम् इष्टवती, तत्र स्थापितवती महोदय. समीचीनं भगिनि, हा धन्यवादः भगिनि. हा अपि अन्तिमकथा अस्ति, स्वीकरणात् प्राक् धानं चिन्तयत इति. तर्हि किं कां कथां पठामः? उष्टचेता देवः च. अस्तु भगिनि, तर्हि तां पठामः. तर्हि काष्ठच्छेता देवः च, देवः च तत्र पीडि हा देवः च पी डि एफ् मध्ये तत्र सप्तमं पुटं. तर्हि तत्र सुजाता भगिनी आरम्भं करोति वा? आं महोदय. काष्ठचेता देवः च, काष्ठचेता दिक् एव. तदेव महोदय, तदेव तदेव. दिक् एतम् अयं परशुः तीक्ष्णः एव नास्ति. काष्ठं चित्वा हस्ते वेदना आरब्धा. परशुः सरोवरे पतति. अहन्त परशुः सरोवरे पतितः. अहं तु तरणमपि न जानामि. काष्ठानि कथं चिनत्ति हे भगवान्? अहं ये चिनद्मि, तत्र चिनद्मि इति अस्ति खलु, चिनद्मि न तत्र किमस्ति, चिनद् चिनत्ति अस्ति चिनद्मि चिनद्मि महोदय. हे भगवान्, अहम् एकपञ्चाशत् नारिकेलानि भवते समर्पयिष्यामि. कथञ्चित् अपि मम परशुं ददातु भो, प्रार्थयते. इदानीं केवलं पठतु भगिनि, एकवारं पठामः कथं, तदनन्तरं तत्र ओके. देवः सरोवरात् प्रकटी भवति. वत्स, भवान् माम् आहूतवान् किम्? काष्ठचेत. आं देव, काष्ठचेत. तत्र चकारस्य द्विवारं, चकारस्य अपि द्विवारम्. आं महोदय, काष्ठचेत. आं देव, मम परशुः सरोवरे पतितः. परशोः अभावे अहं काष्ठानि कथं कर्तयामि? पशुः एव मम जीवनाधारः. अहं बहु दुःखितः अस्मि. देवः, आलं दुःखेन इदानीम् एव गत्वा भवतः परशुम् आनयामि इति उक्त्वा देवः अन्तर्हितः भवति. परशुना सह प्रकटीभवति च महोदय. अन्तर्हितः भवति परशुना सह प्रकटीभवति च. परशुना सह, तत्र सह अस्ति चेत् तत्र तृतीया विभक्तिकं पदे पदम् अपि अस्ति, तेन सह एव परशुना सह प्रकटीभवति भवति च. एषः एव खलु भवतः परशुः? काष्ठचेत्ताः अहो सन्तोषेण, आम् एषः एव मम परशुः. कृपया ददातु देव. देवः वदति न सर्वदा न अहं न ददामि काश्चेत् वदति किमर्थं प्रभो देवलोके अपि काष्ठानि कर्तनीयानि किम् एवं तर्हि स्वकार्यं समाप्य श्वः ददातु चिन्ता नास्ति अस्तु तावत्पर्यन्तम् अस्तु अग्रे अन्य कोऽपि तर्हि तत्र नरेश् मोदी अग्रे पठति वा समीचीनं भवति धन्यवादः देवः रे मूर्ख विनोदः मास्तु बाल्यकाले श्रुतायां कथायाम् एव परशुत्रयम् अपि प्राप्तुं शक्यम् इति चिन्तयित्वा भवान् आगतवान् किं सः कालः अन्यः एषः कालः अन्यः तस्मिन् काले वयं देवाः भवतः हस्ते परशुं दत्त्वा दोषं कृतवन्तः भवतः हस्तात् परशुः कदा पतेत् इत्यस्य प्रतीक्षायाम् आस्म एतावन्ति वर्षाणि सः परशुः इदानीं लब्धः काष्ठच्छेता मम परशुः प्रत्यर्प्यताम् ततः का हानिः देवः परशुं दद्याम चेत् वृक्षच्छेदनेन हरितां भूमिं मरुभूमिं करिष्यन्ति भवन्तः अनन्तरं वृष्टिः नास्ति इति रोदनं करिष्यन्ति काष्ठचेता मम परशुः रोदति देवः इतः परं परशोः नाम उच्चारयेत चेत् उच्चारयेत चेत् अपि भवन्तं जले क्षिपेयं भवतां मनुष्याणां विषये कथञ्चित् अपि विश्वासः न अवशिष्टः इतोपि अधिकतया सृष्टेः नाशं न इच्छामः वयं रक्ष्यतां परिसरः रक्ष्यतां लोकः एषः अहं गच्छामि देवः अन्तर्हितः भवति काष्ठच्छेता हा अन्त एषः देव मम परशुं गृहीत्वा गतः एव क्षणं विचिन्त्य एषः देवः परिसरप्रियः चतुरः च अतः एव सृष्टिविषये अधिकां चिन्तां करोति सः तेन यद् उक्तं तत् परं सत्यम् निश्चयेन परिसरसंरक्षणविषये अवधानं करणीयम् अस्माभिः इति अस्ति कथा इति अस्ति अस्तु समीचीनं काष्ठच्छेता चेत्था देवः च तत्र काष्ठच्छेत्था चेत्था तत्र छेत्था इति तत्र प्रातिपदिकं किमस्ति कोऽपि वदति वा काष्ठच्छेत्री चेतृ अथवा चेत्री किम् चेतृ चेत्र चेतृ तृच् प्रत्ययः खलु पितृपितासं दानकार्यं धा धातुः धाता धातृ तादृशं तत्र छेदनं तत्र इति तत्र चेत्था चेतृ समीचीनम् अस्तु तर्हि तत्र इदानीं तत्र पङ्क्तिशः पठामः तर्हि तत्र शोभा भगिनी आरम्भं करोति वा आं महोदय तर्हि तत्र कष्टचेता अपि च एक किं तत्र तक्षकः वा न तक्षकः ओ काष्ठचेता क्षमतां काष्ठचेता अपि च देवः तर्हि एकः काष्ठचेता एकस्मिन् दिने तत्र वनं गतवान् अपि च काष्ठं छेत्तुम् इष्टवान् किन्तु तस्य परशुः तीक्ष्णः न आसीत् इति कृत्वा सः इदानीं भगिनि तत्र पङ्क्तिशः पठामः पङ्क्तिशः इदानीं पठामः अस्तु अस्तु अस्तु यत् तत्र तत्र अन्यां कथां तत्र गतवर्गे पठितवन्तः इति कृत्वा तत्र भाग तत्र आरम्भे तत्र केवलं स्थूलरीत्या विवरणम् आवश्यकमासीत् इदानीं तु तत्र एतां कथां प्रथमवारं पठामः तर्हि एकमेकं वाक्यं स्वीकृत्य किञ्चित् वदामः अस्तु कष्टचेता वदति धिक् एतम् अयं परशुः तीक्ष्णः एव नास्ति तत्र एकमेकं वाक्यं नीत्वा वदनीयं समीचीनं भगिनि अस्तु धिक् धिक् इति तत्र अव्ययपदं धिक् इत्युक्ते तत्र तिरस्कारार्थे भवति कस्य कृते अपि धिक् एतम् अथवा धिक् किमपि इति वक्तुं शक्नुमः इदानीं सः कुपितः अस्ति यतोहि तस्य परशुः तीक्ष्णः नास्ति अपि च तेन कार्यं न भवति काष्ठखण्डनकार्यम् इति कृत्वा सः धिक् एतम् इत्युक्ते धिक् एतं परशुम् इति उक्त्वा सः तत्र असमाधानेन वदति परशुः तीक्ष्णः एव तीक्ष्णः नास्ति इति इदानीं तर्हि तस्य तीक्ष्णतां तीक्ष्णता करणीया भवति तेन तत्र तीक्ष्णः एव नास्ति तीक्ष्णः एव नास्ति इत्युक्ते तत्र किञ्चिदपि तीक्ष्णता नास्ति परशौ इति गुरौ परशौ तर्हि सः चिन्तयति काष्ठं छित्त्वा हस्ते वेदना आरब्धा तस्य क्रोधस्य कारणमस्ति इदानीं तस्य परशुः तीक्ष्णः नास्ति इति कृत्वा तेन अधिकं कार्यं करणीयम् अभवत् काष्ठछेदने यतोहि कृष्णः अस्ति चेत् तस्य कार्यं सुलभतया प्राप्तुं शक्तवान् आसीत् सः किन्तु तथा नास्ति तर्हि सः परिश्रमः इदानीं तत्र परिश्रमेण एव तत्र इदानीं काष्ठच्छेदनकार्यं कर्तुं शक्यते अतः तत्र बहुवारं तत्र चित्वा अपि तत्र छेदनं न भवति अतः इदानीं हस्ते वेदना अभवत् आरब्धा इदानीं यतोहि काष्ठ तत्र परशुना कारणेन वेदना अभवत् आरब्धा इदानीं इत्युक्ते तत्र आवरणे दत्तं परशुः सरोवरे पतति इदानीं तत्र परशुः सरोवरे अपतत् अपि च नाम तत्र हस्तस्य विषये सः न पातयति वेदना आसीत् प्रायशः सः सम्यक् सम्यक् तत्र सम्यक् ग्रहणं न कर्तुं इति कारणतः तत्र यतोहि सः वृक्षस्य उपरि अस्ति इदानीं प्रायशः काष्ठे शाखायाम् उपस्थि किं तत्र स्थित्वा खण्डनं कुर्वन् अस्ति अतः तेन परशुः सरोवरे पतति तत्र नदी सरोवरम् अपि अस्ति तत्र सरोवरस्य समीपे एव सः अस्ति इत्युक्ते सा शाखा सरोवरस्य उपरि एव अस्ति भवति वृक्षाः सन्ति परिसरे किं तत्र सरौण्डिङ्ग् इति किं महोदय सत्यं सत्यं आवृत्ताः सन्ति सरोवराः तादृशं अतः इदानीं सः तस्य खेदः हा हन्ता इति वदति इत्युक्ते तत्र हन्ता इत्युक्ते हा हन्ता इति तत्र यदा कोऽपि खिद्यः किमपि भवति तत्र न तस्य प्रतीक्षां न कुर्मः तत्र किमपि भवति यदा आश्चर्यः भवति अथवा खेदः भवति अथवा तादृशाः किमपि आपतति चेत् आपतति तदा तादृशाः भावनाः भवन्ति तदा हा हन्ता इति जनाः वदन्ति परशुः सरोवरे पतितः इति सा सः चिन्तयति चिन्तयति अथवा तस्य चिन्ता अस्ति इदानीं सरोवरे पतितः खलु कथं चिन्तनं नास्ति हा हन्त परशुः सरोवरे पतितः इति नाम तत्र वाक्यद्वयम् एकवारे सः वदति चिन्ताकुलः इति प्रायशः वक्तुं शक्नुमः तत्र चिन्ताकुलः अभवत् इदानीम् अहं तु तरणम् अपि न जानामि अस्तु इदानीं खेदनं न केवलं परशुः अपतत् इति सः तं पुनः प्राप्तुं तरणमपि कर्तुं न शक्नोति सरोवरे तर्हि सः परशुः तु अपगतः एव तेन अथवा तस्मात् अतः काष्ठानि कथं छिनद्मि तत्र छिद् इति धातुः छिनत्ति इति भवति तत्र उत्तमपुरुषे छिनद्मि इति भवति काष्ठानि कथं छिनद्मि इति न कोऽपि उपायः अन्य उपायः नास्ति तं विहाय तत्र परशुः भवेत् एव तर्हि काष्ठच्छेदनं भवति नो चेत् न भवति तर्हि किं करणीयम् इदानीम् इति हे भगवन् इति प्रार्थनां करोति सः किं महोदय किमपि वक्तुमिच्छति तत्र छिन् इति कथं छिनद्मि इति एव अस्ति खलु तत्र नम् इति तत्र भवति तत्र छिनद्मि छिद् इति छिनद्धि इति भवति श्नम् इति मध्ये आगच्छति विकरणप्रत्ययः ऋणद्धि इति अस्ति इति तत्र भवति खलु महोदय तर्हि तत्र ओ अस्तु भगिनि किन्तु सत्यं भगिनि किं कस्मिन् गणे अस्ति भगिनि रुदादिगणे अस्ति अस्तु अस्तु अस्तु समीचीनं धन्यवादः श्नम् इति तर्हि इदानीम् एकः एव उपायः तर्हि तत्र छिनद्मि इति तत्र लोट्लकारः लोट्लकारः कथं छिनद्मि इति लोट्लकारः वा महोदय अस्तु खलु छिनद्मि इति अथवा लट्लकारः एव लट् एव लोट् भवति चेत् तत्र अस्तु अस्तु लोट् मास्तु यत् रूपम् अस्ति तत् लट् एव अस्तु समीचीनं लट् एव अस्तु अस्तु अस्तु अस्तु हा तत् तस्मिन् विषये मम भ्रमः आसीत् तत्र लोट् वा इति किन्तु चिनद्मि कथं चिनद्मि अस्तु लट् एव अस्तु काष्ठानि कथम् अहं तर्हि प्रार्थनां करोति भगवन् इति तत्र सम्बोधनरूपम् अहम् एकपञ्चाशत् नारिकेलानि भवते समर्पयिष्यामि कथञ्चिदपि मम परशुं ददातु भोः इति प्रार्थयते तर्हि सः केवलं प्रार्थनां न कृतवान् अपि तु किञ्चित् नैवेद्यम् अपि नाम समर्पणं करोमि नाम किञ्चित् किम् तत्र नैवेद्यमेव तत्र निवेदयामि किञ्चित् एकपञ्चाशत् नारिकेलानि अपि निवेदयामि समर्पणं करोमि समर्पयिष्यामि समर्पणं करोमि भवते इत्युक्ते तत्र चतुर्थीविभक्तिः भवतः कृते भवतः कृते न भवते भवते चतुर्थी भवते खलु समर्पयिष्यामि इति अपि च कथञ्चित् अपि मम परशुं ददातु कथञ्चित् अपि किमपि कृपया कृत्वा मम परशुं मां ददातु नो चेत् सः तेन विना तस्य जीवनम् एव न चलति अतः यतोहि काष्ठ किं तत्र काष्ठचेत्ता अस्ति एव तदेव तस्य उद्योगः तर्हि तेन विना किं किं कुर्यात् सः इति प्रार्थितवान् भोः इति अपि उक्तवान् तत्र इत्युक्ते स्नेहेन देवस्य तत्र आह्वानं कृतवान् मम परशुं ददातु इति समीचीनं भगिनि अस्तु इदानीम् अग्रे तत्र तर्हि अग्रे वेदा भगिनी न वदति तर्हि तर्हि अग्रे तत्र उषा भगिनी अग्रे किञ्चित् अस्तु महोदय देवः सरोवरान् प्रकटी भवति सरोवरात् प्रकटी भवति वत्स भवान् माम् आहूतवान् किं देवः सरोवरात् दर्शयति प्रकटी भवति प्रकटी भवति नाम तत्र दर्शयति दर्शनं ददाति दर्शनं दर्शनं ददाति सरोवरात् दर्शनं ददाति देवः उक्तवान् भवान् माम् आहूतवान् किं भवान् माम् आहूतवान् आहूतवान् आह्वानं कृतवान् वा आह्वानं कृतम् आह्वानं काष्ठचेता वदति आं देव मम परशुः सरोवरे पतितः परशोः अभावे अहं काष्ठानि कथं कर्तयानि परशुः एव मम जीवन आधारः अहं बहु दुःखितः अस्मि काष्ठचेता वदति आं मम परशुः सरोवरे पतितः सरोवरे परशुः पतितम् अस्ति परशोः अभावे अहं काष्ठानि कथं कर्तयानि परशोः अभावे परशुः नास्ति चेत् अहं काष्ठानि कर्तुं न कर्तयितुं न शक्यते कर्तयितुं न शक्नोमि तथा तत्र परशोः इति परशोः इति विभक्ति का तत्र षष्टि परशोः अभावे परशोः अभावे परशोः अभावे परशोः परशुः विना अहं काष्ठानि कर्तयितुं न शक्नोमि. परशुः एव मम जीवन आधारः. परशुं विना तत्र अथवा परशोः विना अपि समीचीनं, यतोहि पञ्चमे परशोः विना अथवा परशोः विना अथवा परशुं विना विना इत्यनेन विना तृतीया खलु तत्र विना विना मध्ये तत्र द्वितीया तृतीया पञ्चमी द्वितीया तृतीया पञ्चमी आम् आम् महोदय परशोः अभावात् इति समीचीनमस्ति वा? परशोः अभावात् परशोः अभावात् अभावात् इति समीचीनं न भवति खलु. किन्तु अभावात् सतिसप्तमी अभे अभावे अत्र सतिसप्तमी अस्ति भगिनि. यदि परशोः अभावः अस्ति अथवा यदि तदस्ति तर्हि अहं कथं कर्तुं शक्नोमि, काष्ठानि कथं कर्तुं शक्नोमि, नाम यदि यदि तर्हि अथवा यदा तदा इति एव तत्र, यतोहि अभावे अभावस्य कारणात् इति चिन्तयामश्चेत् तत्र कार्यं भवेत्, नाम अहं काष्ठानि न कर्तुं शक्नोमि इति वाक्यमेव भवेत्, किन्तु प्रश्नः तत्र न भवति. धन्यवादः. नाम एतस्मात् कारणात् एतत् अभवत् इति एव वाक्यं भवति, किन्तु एतस्मात् कारणात् एतत् भवति वा तदपि प्रश्नः अपि भवितुम् अर्हति, किन्तु अत्र तादृशम् एतदेव कारणम् इति प्रश्नः नास्ति, एषा स्थितिः अस्ति, अतः एतद् अहं कथं कर्तुं शक्नोमि इति सः वदति, तावदेव. परशुः एव मम जीवनाधारः. परशुः एव मम जीवनस्य आधारः, जीवनाधारः इति. जीवनस्य आधारः जीवनाधारः, समीचीनं. तस्य सः जीवनं कृतवान्, काष्ठानि विक्रयणं कृत्वा चित्वा अनन्तरं तदनन्तरं तस्य विक्रयणं कृत्वा जीवनं कृतवान्, जीवनं जीवति अतः तत्र परशुः जीवनस्य आधारः. अहं बहुः दुःखितः अस्मि, सो परशुः पतितः इत्यनेन सः दुःखितः तथा उक्तवान्, अहं बहु दुःखितः अस्मि इति देवस्य कृते. अलं दुःखेन इदानीमेव गत्वा भवतः परशुम् आनयामि इति उक्त्वा देवः अन्तर्हितः भवति, परशुना सह प्रकटीभवति च. एषः एव खलु भवतः परशुः? देवः उक्तवान्, मा रोदतु अलं दुःखेन. इदानीमेव गत्वा अहं सरोवरं गत्वा भवतः परशुम् आनयामि, अहं भवतः परशुम् आनयामि, भवतः परशुम् आनयामि. नाम भवान् तत्र दुःखितः मा भवतु, अहं तत्र इदानीमेव तत्र प्रतीक्षायाः आवश्यकता नास्ति, इदानीमेव गच्छामि, गत्वा परशुम् आनयामि इति उक्त्वा देवः अन्तर्हितः भवति, परशुना सह प्रकटीभवति च. सः सरोवरं गत्वा अन्तर्हितः अपि च परशुना सह प्रकटीभवति च. सः परशुम् अपि लब्धः च. परशु अपि लब्धवान् परशुमपि लब्धवान् सः दर्शनं ददाति प्रकटि परशुना सह अन्तर्हितः अन्तर्हितः नाम तत्र न दृश्यते सरोवर अस्ति किन्तु न दृश्यते अन्तर्हितः तदनन्तरं प्रकटनं भवति तदा द्रष्टुं शक्नुमः एषः एव खलु भवतः परशुः तस्य परशु काष्ठचेतुः परशुः काष्ठचेतुः परशुः देवस्य हस्ते अस्ति तथा सः उक्तवान् एषः एव खलु भवतः परशुः इति तत्र काष्ठच्छेत्था इति अस्ति तर्हि तत्र तस्य काष्ठचेत्तुः इति एव परशु समीचीनं भगिनी इदानीम् अग्रे तर्हि तत्र निवेदितपर्णी अग्रे पठति वा पठामि निवेदितवर्णी अस्ति वा आम् नेट् समस्या अस्ति अहं बङ्गलूरुनगरे अस्मि कुत्र अस्ति भगिनि बङ्गलूरुनगरे ओ अस्तु बङ्गलूरु अस्तु अस्तु भगिनि अस्तु का अहो अहो सन्तो काष्ठचेता अहो सन्तोषेण आम् एषः एव मम परशुः कृपया ददातु देव काष्ठचेत्ता आनन्दितः मुदितः भवति परशुं दृष्ट्वा सः कथयति आम् आम् एषः एव मम परशुः कृपया मां ददातु मह्यं ददातु मह्यं तं मह्यं ददातु मह्यं द सोरि मह्यं चतुर्थे दाकृते चतुर्थे भवति अस्ति सर्वथा न जानामि किन्तु देवः तं परशुं न दातुम् इच्छति काश्चित् पृच्छति किमर्थं प्रभो किं कारणम् अस्ति देवलोके अपि काष्ठानि कर्तव्यानि किम् तस्य मनसि चिन्ता उद्भवति किं किमर्थं देवः परशुं मह्यं न ददाति देवलोके अपि किमपि कार्यमस्ति खलु देवमपि काष्ठानि कर्तनं कर्तुम् इच्छति वा काष्ठानां कर्तनं कर्तुम् आवश्यकं वा एवं तर्हि स्वकार्यं समाप्य मां ददातु किं ददातु श्वः ददातु श्वः ददातु तर्हि स्वकार्यं समाप्य पूर्णं कृत्वा अत्र निबन्ध अस्ति समाप्य तम् आप्य अस्ति खलु आप्दातु स्वकार्यं पूर्णं कृत्वा श्वः मह्यं ददातु चिन्ता नास्ति चिन्ता नास्ति देवः रे विनोदः मास्तु देवः कुपितः जातः सः वदति रे मूर्ख धिक्कारं करोतु तथा वदति रे मूर्ख विनोदः मास्तु विनोदस्य कोऽपि कारणं नास्ति बाल्यकालीनायां कथायाम् एव परशुत्रयम् अपि प्राप्तुं शक्यम् इति चिन्तयित्वा भवान् आगतवान् किम्? एषा कथा आधुनिका अस्ति. देवः चिन्तयति काष्ठश्चेत बाल्यकाले कथां परशुत्रयम् अपि कोऽपि परशुना विषये कोऽपि कथां श्रुतवान् इति नास्ति. नाम तत्र कथायां कथायाम् इव कथायाम् इव रजतस्य सुवर्णस्य तथा लोहस्य परशु इति नास्ति. किं किं प्राप्तुं प्राप्नोति ओ तथा देवः आनन्दितः भवति तथा परशुत्रयं ददाति. अतः सः देवः पृच्छति बाल्यकाले श्रुतायां कथायाम् अत्र सप्तमी विशेष्यभावस्ति खलु बाल्यकाले इति सप्त हा श्रुतायां कथायां तत्र प्रथमा विभक्ति एकवचनं वदतु. कथा श्रुता कथा श्रुता कथा कदा श्रुता एषा कथा इत्युक्ते बाल्यकाले श्रुता कथा एषा अस्ति. तस्यां कथायां तथैव तथा इव प्राप्तुम् इच्छति किम्? शक्यते प्राप्तुं शक्यते परशुत्रयं प्राप्तुं शक्यते इति चिन्तनमस्ति वा भवतः? चिन्तयित्वा आगतवान् आगतवान् किं सः कालः यः सः कालः तु भिन्नः अस्ति. एषः कालः तु आधुनिककालः अस्ति अन्यः अस्ति. तस्मिन् काले अत्रापि विशेषणविशेषभावः अस्ति सप्तमी विभक्ति तथा सप्तमीभक्ति एकवचनं. तस्मिन् काले वयं देवाः भवतः हस्ते परशुं दत्त्वा दोषं कृतवन्तः. काष्ठचेता तस्मिन् काले केवलम् एकं परशुम् इच्छति किन्तु देवः परशुत्रयं दत्तवान् एतत् दोषः एषः दोषः एव इति इति इदानीं सः देवः वदति परशुना सहायेन काष्ठच्छेता अधिकाः वृक्षाः सिद्धति वा अधिकान् वृक्षान् सिद्धातु अस्ति चिनोति इति भिन्नम् अस्ति छेदनं छिद् धातुः छिनद्मि इति अस्ति खलु छिनद्मि इति तत्र प्रथम उत्तमपुरुषे क्षम्यताम् आम् प्रथमपुरुषे तत्र किमस्ति छिनत्ति वा छिनत्ति अस्ति महोदय. अस्तु छिनत्ति धन्यवादः. भवतः भवतः हस्तात् परशुः कदा पतेत् इत्यस्य प्रतीक्षायाम् आस्म एतावन्ति वर्षाणि. देवः तु कुपितः भवति. सः पृच्छति भवतः अपि परशुत्रयम् इच्छति वा? अतः त्वमपि हस्तात् परशुः कदा पतेत् इत्यस्य प्रतीक्षायाम् आस्मः एतावन्ति वर्षाणि वा? एतावन्ति वर्षाणि, अत्रापि विशेषणविशेषः अस्ति खलु. तत्र वर्षाणि प्रतीक्षायाम् आस्म, तत्र तावत् अहम् आस्म भविष्यकालः, न भविष्यकालः नास्ति, आस्म इति तत्र प्रतीक्षायाम् आस्म अहम् इति खलु. आसन् आसः अस्तं मास्त आस्म लङ् एव महोदय. अहम् उत्तमपुरुषः बहुवचनं, बहुवचनं वा? आस्व आस्म अस्ति खलु, तर्हि वयम् इति अस्तु. एतत् पशुकटिपते एतस्य आत्म एतावन्ति वर्षाणि, किन्तु सत्यं सत्यम् आसम् आसम् आस्व आस्म. तर्हि तत्र कृतवन्तः देवः पूछना चाहते हैं. हाँ, मतलब यहाँ पे ऐसा पूछा गया ना, क्या हम आपके हाथ से कभी परशु गिरेगा इसकी प्रतीक्षा कर रहे थे क्या, ऐसे कुछ है? न अत्र प्रश्नः नास्ति, एषा एव स्थितिः इति सः देवः वदति नाम. अच्छा हाँ, कर रहे थे. हाँ, मतलब वो गलती अभी रिपीट नहीं करना चाहते, ऐसा कुछ कहना चाहते है वो. हाँ, दोषः अभवत् अतः इदानीं कदा इदानीं कदा परशुः पुनः प्राप्नुमः इति चिन्तनेन एतावत् प्रतीक्षां कुर्वन्तः आस्म. वयं कूर्म वा सः परशुः इदानीं लब्धः. सः परशुः जिसकी सहायता से वृक्ष तोड़े कृषि अभी प्राप्त हुआ. सह परशु सह परशु यह पूर्व दत्तः दत्तः परशुः दोषेन दत्तः परशुः सः परशुः इदानीं लब्धः पुनः तं परशुम् इदानीं प्राप्तवन्तः वयम्. अस्तु, अग्रे अपि एकं वाक्यं पठतु, तदनन्तरम् अन्य कोऽपि पठेत्. भगिनि निवेदित भगिनि अग्रे एकं वाक्यं पठतु, विवरणं करोति, तदनन्तरम् अन्य कोऽपि करोति. ओ अस्तु, तर्हि तत्र सुजाता भगिनी तत्र अग्रे पठति वा एकम्. आं महोदय, मम परशुः प्रत्यर्प्यताम् ततः का हानिः? चेत् वदति मम परशुः प्रक्षर्पितं प्रति दातुम् इच्छामि. हा प्रत्यर्पतं नाम पुनः मह्यं ददातु मम परशुं पुनः मह्यं ददातु. तत्र मम परशुः इति विभक्ति का तत्र परशुः मम षष्टिविभक्ति अस्ति. मम परशुः तदपि परशुः इति प्रथमविभक्ति प्रथमविभक्ति मम इति षष्टि परशुः इति प्रथमा. तर्हि तत्र कर्मपदं तर्हि तत्र कर्मपदं प्रथमविभक्त्यमस्ति चेत् कर्मणि प्रयोगः प्रत्यर्प्यताम्. तर्हि तत्र भवता मम परशुः प्रत्यर्प्यताम् इति तत्र कर्मणि लोट्. तेन नाम अर्पणेन प्रत्यर्पणेन का हानिः नाम तत्र पुनः मम परशुः मह्यं ददातु तेन हानिना कापि हानिः भवति तत्र अतः पुनः मह्यं ददातु. किमर्थं न ददामि इति वदति हानिः कापि नास्ति अतः मह्यं ददातु इति सः वदति. अस्तु तावत्पर्यन्तं पठितवन्तः समयः जातः तर्हि तत्र अग्रे तत्र चिन्ता मास्तु भगिनी चिन्ता मास्तु. एक्चुअली मेरे बेटे का फोन आ गया था. उसने बंगलुरु में मैनेजमेंट को एडमिशन हुआ है तो उसका फोन आया तो मैं कट हो गया. चिन्ता मास्तु भगिनी. तर्हि समयोपि जातः तत्र तर्हि तत्र सुजाता भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा तदनन्तरं समापयामः. आं महोदय. सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. नमस्कारः सर्वेभ्यः. नमस्कारः धन्यवादः. नमस्कारः.